पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 161 महादेव उवाच सोमतीर्थं तदो गच्छेद्गुप्तं साभ्रमदीतडे पादाला तत्र निर्गत्य कालाग्निरभवद्भवः सोमतीर्थे नरस्नात्वा दृष्ट्वा सोमेश्वरं शिवं सोमपानफलं साक्षात् भवतीति न संशयः रूपवान् सुभगो भोगी सर्वशास्त्रविशारदः नरो भवति लोकेऽस्मिन् परत्र च शिवं व्रजेद अत्रेतिहासं वक्ष्यामि शृणु सुन्दरि तत्त्वदः यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपादकात् कौशीतकेन ऋषिणा तपस्तप्तं विशेषतः निराहारी स वै जातः पर्णाशनरतः परं वायुभक्षतः कुर्वन्नात्मध्यानपरायणः एवं बहुयुगं तत्र तप्तं तेन महत्तपः कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् कौशीतक उवाच तव प्रसादादेवेश अत्र लिङ्गं प्रजायताम् अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवं यत्र स्नात्वा च भुक्त्वा च वाञ्छितं फलमाप्नुयात् अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि कारयन्ति नरश्रेष्ठा धर्मानर्थानं भन्ति ते अपुत्रो न लभते पुत्रं निर्धनो लभते धनम् राज्यकामी तु तद्राज्यं लभते नात्र संशयः यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ईश्वर उवाच तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने तदा प्रभृति तत्तीर्थं सोमलिङ्गेदि विश्रुतं चन्दनैर्वा बिल्वपत्रैर्यर्चयन्ति सदाशिवं लभन्ते मानुषे देहे सौख्यं पुत्रादिसम्भवम् सोमवारे तथा प्राप्ते यो गच्छति हरालयं वाच्छिदं लभते नित्यं सोमलिङ्गप्रसादः अत्र गत्वा तु यो देवी यद्ददादिफलादिकं यया कामनया चैव तं तं प्राप्नोति निश्चितं श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः यर्चयन्ति शतं देवं श्रीमहेशं पिनाकिनं ते लभन्ते सुरश्रेष्ठे शैवं पदमनुत्तमम् इति पद्मे महापुराणे उत्तरखण्डे सोमतीर्थवर्णनं नामैक षष्ठ्यधिकशततमोऽध्यायः ओम्।